तर्हि अस्माकं वर्गः इदानीं पुस्तकमस्ति गीतप्रवेशः, विषयः अस्ति सतिसप्तमी इति नूतनविषयः. सतिसप्तमी अतीव महत्वपूर्णविषयः अपि च व्यावहारिकविषयः अपि अस्ति. अस्य आरम्भात् पूर्वं तत्र गते विषये इत्युक्ते क्तान्तविषये तत्र सुभाषितद्वयमस्ति, तत् अवलोकयाम अनन्तरम् अग्रे. तत्र कस्मिन् पुटे शततमेपुटे अस्ति, तर्हि शततमेपुटे इति शुकवनमो तत्र पठति वा भोगा? हा पठामि महोदय. भोगा न भुक्ता वयमेव भुक्ताः, तपो न तप्तं वयमेव तप्ताः, कालो न यातो वयमेव याताः, तृष्णा न जीर्णा वयमेव जीर्णाः इति. अस्माभिः भोगाः न भुक्ताः अपि तु भोगैः वयमेव भुक्ताः. अस्माभिः तपः नाचरितं किन्तु तपसा वयमेव परितप्ताः. कालः न गतः किन्तु वयमेव गताः. तृष्णा जीर्णा नाभवत् वयमेव जीर्णाः स्म. अत्र किमस्ति? अत्र सर्व क्तान्त क्तान्तपदानि बहूनि सन्ति. अत्र भोगाः न भुक्ताः, अस्माभिः भोगाः न भुक्ताः इति भुक्ताः इति क्तान्तपदं, तस्य कर्तृपदं भवति अनभिहितं, अनेन न उक्तः कर्तृपदं भवति अस्माभिः. भोगाः इति कर्मपदं भवति, तदेव उक्तमिति भोगाः. वास्तविकं किम् इति चेत् भोगैः वयमेव भुक्ताः भवन्ति इति, वयमेव भुक्ताः इत्यनेन भवामः किमिति महोदय? वयं भुक्ताः भवामः. हा, वयमेव भुक्ताः भवामः इति सत्यं. न, हा, वयं, हा, अस्तु. तर्हि अत्र अर्थः कः? भोगै भोगाः अस्माभिः ते भुज्यन्ते इति, भोगाः अस्माभिः भुज्यन्ते इति. न भुज्यन्ते भोगैः वयमेव भुक्ताः इत्युक्ते वयमेव तत्र भोजनरूपेण भवन्ति इति किल. हा, इत्युक्ते वयं चिन्तितवन्तः यत् अस्यां पृथिव्यां वयं तत्र आगताः, अत्र आगत्य अस्माकं प्रसन्नता भविष्यति, तत्र भोजनमित्यादिकं, तत्र भोजनमिति केवलं साङ्केतिक अर्थे अस्ति, तत्र वयं खादिष्यामः, बहु किमपि करिष्यामः, तत्र आनन्दः आनन्देन भविष्यामः इति वयं चिन्तितवन्तः. किन्तु विपरीतत्वेन वयम् अत्र आगत्य तथाकथित आनन्ददायक कथाः ये भवेयुः एभिः अस्माकं जीवनमपि नष्टम्, अस्माकं जीवनमेव नष्टं जातम् इति विपरीतत्वेन. आम् इति अस्य अर्थः कः? किमर्थं कोऽपि वक्तुं शक्नोति वा? न, किमर्थं तथा अस्ति? हा वदतु, अन्य कोऽपि आगतवान् वा? जगन्नाथः. हा वदति वा भवान्? अस्तु, अस्माकं जीवनलक्ष्यं तु आत्मज्ञानं प्राप्तव्यमिति. किन्तु शरीरसम्बन्धविषये विषयेषु वयं तदेव भोगम् इति अवगत्य गच्छामश्चेत् सम्यक्तया न श्रुतं, किन्तु प्रायः तदेव अस्ति. इत्युक्ते वयं मनुष्याः खलु, वयं पशवः न स्मः, मनुष्याः वयं. पशूनां जीवनं तथा अस्ति, पशूनां तत्र जीवनं तत्र शरीरस्य प्राधान्यमस्ति. वयं मनुष्याः नाम मनसः प्रधानता अस्ति, न तु शरीरस्य. किन्तु शारीरिकभोगः इष्यते चेत् अस्माभिः, तर्हि वयं स्वयं पशवः भवामः. किमर्थमिति चेत् अस्माकं स्वभावे, अस्माकम् अन्तःकरणे पशुस्वभावः तु अस्ति एव, यतोहि वयं सर्वे पशुभ्यः वयम् आगताः इति कृत्वा अस्माकम् आत्मनि मनसि सर्वदा सङ्घर्षः प्रवर्तमानः अस्ति, यत् अहं कः, अहं पशुः अथवा मनुष्यः. तादृशजीवनं करोमि चेत् तत्र पशुः भवामि, यथा वानरतः अहम् आगतः अस्मि, तर्हि वानरजीवनं पुनः करोमि चेत् अहं स्वयं वानरः भवामि, स्वयं पशुः भवामि. इति कृत्वा किं दत्तमस्ति अत्र, वयं कुत्र अस्ति तत्र, वयमेव भुक्ताः, वयमेव भुक्ताः तदेव अस्ति. नाम अस्माकं जीवनं नष्टं जातमस्ति, वयं सर्वे वयं केवलं पशवः जाताः इति अस्ति. अपि च यदि तत्र आध्यात्मिकसाधनां वयं कुर्मः, तत्र साधकः भवेम, तर्हि वयं मनुष्याः, ततः अग्रे देवाः अपि भवामः. इति चयनं सर्वेषां प्रत्येकं जीवस्य मनस् जीवने तादृशचयनं भवति, अहं कीदृशं भवितुम् इच्छामि. तत्र भोगजीवनस्य लक्ष्यं भोगः भवति चेत् भवतु, पशुः भवतु इति विषयः अस्ति. अस्तु अग्रे, तर्हि राजी भगिनी अग्रे. तपो न तप्तं वयमेव तप्ताः, अस्माभिः तपः न आचरितं, किन्तु तपसा वयमेव परितप्ताः. इत्युक्ते वयं तपः न आचरामः, परन्तु वयं तृप्तिम् अनुभवामः. सः किमिति बहु ध्वनिः आगच्छति महोदय. ध्वनिः अहं न शृणोमि. एको आगच्छति. मम तत्र प्रतिध्वनिः नास्ति. अपरेषां ध्वनिः अस्ति वा प्रतिध्वनिः? प्रतिध्वनिः अस्ति, मध्ये मध्ये ध्वनि लुप्त भवति, तदनन्तरं प्रतिध्वनि आगच्छति. प्रतिध्वनिः, ओ अहं न शृणोमि तथा, किं कुर्मः? स्पीकर् मध्ये अस्मि, स्पीकर् न. किमिति इदानीं? हा कस्यचिदपि स्पीकर् फोन् न स्यात् इति, ब्लूटूत् इति न स्यात् इत्यादिकम् अस्तु. हा तर्हि अत्र तप्तो न तप्तं वयमेव तप्ताः. इति वयं तत्र यशः इच्छामः, बहु किमपि प्रदर्शितुम् इच्छामः यत् वयम् अहं महान् इत्यादिकं, किन्तु विपरीतत्वेन पुनः जातमस्ति, अहमेव तप्तः जातः इति विषयः अस्ति. अस्तु, लक्ष्मी भगिनी अग्रे कालो न यातो. कालो न यातो वयमेव याताः इत्युक्ते कालः न गतः किन्तु वयमेव गताः. इत्युक्ते किम् अत्र अस्माकं जीवने कालः यातः इत्युक्ते कालः न गतः इत्युक्ते वयमेव वयसाः जाताः तथा. कालः न गतः तत्र अत्र दर्शनशास्त्रीयविषयः अस्ति. केचन वदन्ति यत् कालः नित्यः, केचन न वदन्ति यत् कालः नित्यः. कालः न गतः, वयमेव गताः. वस्तुतः कालः नित्यः इति नास्ति इति मम चिन्तनमस्ति. कालः नित्यः इति किमपि एकमेव नित्यमस्ति, परमपुरुषः ब्रह्म नित्यम्, अन्यत् किमपि नित्यम् इति नास्ति इति विचारः. किन्तु यत्किमपि भवतु नाम, किन्तु वयमेव गताः. अत्र प्रमुखविषयः कः इति चेत् यत् प्रत्येकं स्वस्य जीवने साधारणतया मनुष्यः चिन्तयति यत् अहम् अत्र आगतः अस्मि, किन्तु मम मरणं न कदापि भविष्यति. पुस्तके पठति चेदपि, अपरेषां मृत्युकालं पश्यति चेदपि, न कोऽपि साधारणतया चिन्तयति यत् मम मरणमपि भविष्यति. यतोहि तादृश नाम अस्माकं समय तत्र परिगणितानि दिनानि अस्यां पृथिव्यां वयं तिष्ठामः. तत्र तत्र परिगणितानि इति कृत्वा परिगणितानि दिनानि इति कृत्वा अत्र अस्माकं जीवनयापनं भिन्नरीत्या अभविष्यत् यदि तथा वस्तुतः यदि ज्ञानं स्यात्. नाम तत्र केवलं भोगः, फिल्म् गत्वा दर्शनम् इत्यादिकं तत्र वयं तथा कृतवन्तः. तत्र समयः नष्टः जातः. वयं तत्र साधकाः भवेम, किन्तु तद् अकृत्वा किं न किं तत्र वयं खादितवन्तः, किं कृतवन्तः, केन सह सम्भाषणं व्यर्थतया कृतमस्ति इति एतत् सर्वं वयं कृतवन्तः. यदि वयं जानीयाम यत् वर्षद्वयानन्तरं मम मृत्युकालः भविष्यति, तथा न कृतवन्तः स्याम. किन्तु तथा तत्र व्यावहारिकज्ञानस्य अभावे नानाप्रकारस्य तत्र व्यर्थसमययापनम् इति विषयः अस्ति. अस्तु, समीचीनमस्ति. तर्हि ततः अग्रे अस्ति सुब्रह्मण्यं, तत्र अग्रे भवति वा. तृष्णा न जीर्णा, वयमेव जीर्णाः. अत्र तृष्णा इत्युक्ते प्रायः अत्र इच्छा तादृश अर्थः. तस्य नष्टम् इत्युक्ते अत्र तृप्तिः न भवति. यद्यपि अस्माकं बहवः इच्छाः सन्ति, तेन वयं तेन न अत्र, परन्तु अत्र बहुवचने ताभिः वयं जीर्णाः भवामः, परन्तु ते कदापि न जीर्णाः भवन्ति. इत्युक्ते तृप्तिविषये अस्माकं कदापि सन्तृप्तिः न भवति इति. किमर्थमित्युक्ते अस्माकं चिन्तनं तादृशं भवति इति भूत्वा. अपि तु अपि तु वयमेव वयमेव जीर्णाः इत्युक्ते नष्टाः इत्युक्ते वयं तेषां नियन्त्रणे भवामः, न तु ते अस्माकं नियन्त्रणे भवन्ति इति. तादृश अर्थः इति अस्ति. उदाहरणार्थम् भोजनमस्ति, अहं खादन् अस्मि, मम बहु इच्छा अस्ति, भोजनं बहु समीचीनमस्ति, तर्हि किञ्चित् इतोपि स्वीकरोमि, इति चिन्तयित्वा, यद्यपि उदरं पूरितमस्ति, इदानीम् इच्छा अस्ति, किञ्चित् इतोपि खादामि, इति इच्छा वस्तुतः समस्या अस्ति यत् इच्छा न समाप्ता, उदरं पूरितम्, इच्छा न समाप्ता इति कृत्वा यद् तत्र अस्मिन् तत्र शारीरिकम् अथवा सामायिकी या इच्छा अस्ति, तत्र लौकिका इच्छा अस्ति, तस्य पूरणं न कदापि भवितुमर्हति. तदर्थं यत् यस्य तत्र सुखमिति लक्ष्यमासीत् अन्ततो गत्वा दुःखमेव भवति, यतोहि भोजनं समाप्तमस्ति, इच्छा न समाप्ता. मम इच्छा बहु आसीत् यत् इतोपि खादिष्यामि, किन्तु उदरं समाप्तम् उदरं तत्र पूरितमस्ति, अतः वेदना आरब्धा, तु यत्र सुखम् इति लक्ष्यमासीत् तत्र दुःखम् इति जातमस्ति. भोजनं समाप्तमस्ति, इदानीमपि इच्छा अस्ति इति मनुष्यस्य स्वभावः. अस्तु, अग्रे गच्छेम. तदर्थं तत्र तदर्थं स्थौल्यं नाम समाजे स्थौल्यं किमर्थमस्ति. वने तादृश कोऽपि पशुः नास्ति यः स्थूलः स्यात्. कदापि तादृशपशुं दृष्टवान् वा वने? वने कश्चन पशुः यः स्थूलः, स्थूलपशुः न दृश्येत बहिः. किन्तु मनुष्येषु तत्र बहवः स्थूलाः. वयं किमर्थं स्थूलाः भवामः? यतोहि उदरं तत्र पूरितमस्ति, किन्तु ततः अग्रे खादामः. अस्माकम् अनन्ता इच्छा अस्ति इति न अवगच्छामः इति कारणतः तादृश्याः इच्छायाः पूर्णं भवितुम् अर्हति इति चिन्तयित्वा यत् खादनीयमासीत् तत् अपेक्षया बहु किमपि खादितम् अथवा यादृशं भोजनं खादनीयमासीत् तत् अखाद्य अन्यप्रकारस्य भोजनम् अहं यत्किमपि तादृशमस्ति. तादृशं स्थौल्यं तदर्थमेव स्थौल्यम् अस्ति मनुष्याणां. नाम किं लिखितमस्ति? तृष्णा जीर्णा नाभवत्, वयमेव जीर्णाः स्मः इति तादृश विषयः अस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम. सरला भगिनी, अद्यैव हसितं गीतम् पठितं येहि शारीरिभिः, अद्यैव तेन दृश्यन्ते कष्टं कालस्य चेष्टितम्. इदानीं शारीरैः तेषां समयव्यतीतं कुर्वन्ति, हसने वा गायने गीतं गायनं कर्तुं वा पुस्तकानि पठितुं, किन्तु ते आनन्दं प्राप्नुवन्ति इच्छति. आमाम्, अस्तु, समीचीनमस्ति. अद्यैव हसितं गीतं पठितं यैः शरीरिभिः, येषां शरीरमस्ति तैः, अद्यैव तेन दृश्यन्ते कष्टं कालस्य चष्टितम् इति नाम कालस्य तादृशं कार्यमस्ति, वयं नावगन्तवन्तः, वयं के, वयं मनुष्याः, अस्माकं लक्ष्यमस्ति ब्रह्म इति न अवगतवन्तः इति कृत्वा तत्र पशुजीवनं यापितवन्तः, हसितं, गीतं पठितम् इत्यादिकं तत्र व्यर्थम् इति अस्ति. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. इदानीं सतिसप्तमी इति विषयः. सतिसप्तमी इत्यस्मिन् विषये अवगन्तव्यमस्ति यत् साधारणरीत्या वक्तुं शक्नुमः रूपत्रयमस्ति, अर्थद्वयमस्ति. रूपत्रयमस्ति, अर्थद्वयमस्ति. साधारणतया नाम सामान्य अर्थः अस्ति यत् यदा तदा अहं यदा पाठशालां गतवान् तदा पुस्तकं पठितवान् इत्यस्मिन् अर्थे सतिसप्तमी भवति, यदा तदा. इदानीं तस्य रूपत्रयं भवति, क्षम्यतां, तत्र रूपत्रयम् अपि च इदानीं स्थूलार्थः मया उक्तः यदा तदा, किन्तु स च यदा तदा वर्तमानकाले भवितुमर्हति अथवा भूतकाले भवितुमर्हति इति अर्थद्वयमस्ति. नाम क्त प्रत्ययान्तं रूपमस्ति चेत् भूतकालार्थे इति साधारण अर्थः अस्ति. अपि च क्तवतु सतिसप्तमी युक्त क्तान्तप्रयोगः अथवा क्तवतु प्रयोगः इति चेत् तत्र भूतकालार्थे पुनः शत्रन्तपदं गच्छन् तत्र खादन् इत्यादिकं भवति चेत् तत्र वर्तमानकालार्थे. अत्र अस्य अभ्यासः भविष्यति. नाम यदा तदा इत्यस्मिन् अर्थे क्त क्तवतु शत्र इति त्रयः प्रत्ययाः भवन्ति. अपि च अर्थद्वयमिति चेत् तत्र वर्तमानकालार्थे अपि च भूतकालार्थे इति अस्ति. तर्हि एतत् सर्वं मनसि निधाय अग्रे पठेम किं किम् अस्ति इति. अत्र अस्य पाठस्य तृतीये पृष्ठे लिखितमस्ति, अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः. पश्यन्ति वा पाठस्य तृतीयपुटे, अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः. इदानीं राजेन्द्रमहोदय वदतु, यदा तदा इति कथमस्ति अस्य अर्थः? यदा पठित्वा महोदय अथवा भवान् न यदा तदा इति वदतु, अस्मिन् किमस्ति? पठनस्य आवश्यकता नास्ति. अस्य अर्थः कः? अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः. अस्तु अस्तु, यदा अध्यापकः कक्षायां प्रविष्टः तदा छात्राः उत्थितवन्तः. हा, कक्ष्यां प्रविष्टः इति अभिवृत्ति. अस्तु, समीचीनमस्ति. छात्र इति यदा तदा इति अर्थः अस्ति, तावदेव अस्ति. अस्तु, लिखितमपि अस्ति. तर्हि अग्रे पठेम इदानीं. मेहुलमहोदय कृपया पठतु. यदा अध्यापकः कक्ष्यां प्रविष्टवान् तदा छात्राः उत्थितवन्तः इत्यर्थः. अत्र द्वे क्रिये स्तः, अध्यापकस्य प्रवेशः, छात्राणाम् उत्थानं च इति. छात्राणाम् उत्थानं कदा भवति इति जिज्ञासायाम् अध्यापकस्य प्रवेशः यदा भवति तदा इति ज्ञायते. अध्यापकस्य प्रवेशक्रिया छात्राणाम् उत्थानक्रियायाः कालं ज्ञापयति इत्यर्थः. अस्तु, तावत् वदतु अत्र किं किम् अस्ति इति. अत्र अध्यापके कक्षां प्रविष्टे छात्राः उत्थितवन्तः इति एकं वाक्यमस्ति. अत्र तस्य सामान्य अर्थः अस्ति यदा तदा उपयुज्य. यदा अध्यापकः कक्षां प्रविष्टवान् तदा छात्राः उत्थितवन्तः इति अर्थः अस्ति. अत्र वाक्ये द्वे क्रियाः सः द्वे क्रिये द्वे क्रिये लता लते लताः आम् आम् द्वे क्रिये सः तत्र प्रथमक्रिया अस्ति अध्यापकस्य प्रवेशः, अपि च द्वितीयक्रिया अस्ति छात्राणाम् उत्थानम्. अत्र छात्राणाम् उत्थानं क्रिया कदा भवति इत्युक्ते यदा प्रथमक्रिया अध्यापकस्य प्रवेशः अस्ति तदनन्तरं द्वितीयक्रिया उत्थानं भवति. इदानीं न श्रूयते. बालसुब्रह्मण्यं महोदय तत्र पठति वा अध्यापकस्य प्रवेशक्रिया? अध्यापकस्य प्रवेशक्रिया छात्राणाम् उत्थानक्रियायाः कालं ज्ञापयति इति अर्थः. अस्य अर्थः कः? अर्थः इति चेत् अध्यापकः प्रवेशति तत्समये प्रविशति छात्राः तिष्ठन्तः उत्तनक्रियः कालं अध्यापकः प्रवेशति तत्समये छात्राः तिष्ठन्ति. क्रिया अध्यापकस्य प्रवेशनं, ज्ञात्यक्रिया छात्राणाम् उत्थानम्. ज्ञापयति ज्ञापयति इत्युक्ते ज्ञापयति इति स्मरणं करोति इति स्मरणं करोति इति स्मरणम् स्मरणमिति नाम स्मरणमिति न इति वा महोदय किमिति जानाति निजन्तरूपमिति सत्यं नाम सूचयति इति अर्थः. बोधयति बोधयति सूचयति. अध्यापकस्य प्रवेशक्रिया छात्राणाम् उत्थानक्रियायाः कालं ज्ञापयति सूचयति बोधयति इति प्रथमतया अध्यापकः प्रविष्टवान् छात्राः तस्य प्रवेशं दृष्ट्वा उत्थितवन्तः तस्मिन् समये इति कृत्वा. अस्तु बालसुब्रह्मण्यं तत्र अग्रे ततश्च एतादृशप्रसङ्गे ज्ञापकक्रियाः आश्रयस्य पुनः ततश्च कालविषये ततश्च कालविषये अध्यापकस्य प्रवेशः ज्ञापकक्रिया कालविषये अध्यापकस्य प्रवेशः ज्ञापकक्रिया छात्राणाम् उत्थानं ज्ञाप्यक्रिया. अस्य अर्थः कः? एव उक्तमेवं कालविषये अध्यापकस्य प्रवेशः इति ज्ञापकक्रिया इति तद् सूचयति किञ्चित् सूचयति किं सूचयति छात्राः उत्थानं भवेत् इति सूचयति. हा सत्यं नाम ज्ञायते अस्माभिः यत् अस्माकम् उत्थानम् इदानीं स्यात् छात्राणाम् उत्थानं निर्धार्यते अनेन यत् अस्तु समयः आगतः अस्माकम् उत्थानम् इदानीं स्यात् अस्तु समीचीनमस्ति. तर्हि अग्रे विद्याभगिनी अग्रे एतादृशे प्रसङ्गे ज्ञापकक्रियायाः आश्रयस्य सप्तमी विभक्तिः भवति. तर्हि अत्र अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः इत्यस्मिन् वाक्ये अत्र ज्ञापकक्रिया अस्ति, अध्यापकस्य प्रवेशः एव ज्ञापकक्रिया, तर्हि अध्यापकः एव आश्रयः अस्ति, तादृशक्रियायाः आश्रयः अध्यापकः, अध्यापकस्य सप्तमी विभक्तिः भवति. तर्हि एषा सती सप्तमी इति उच्यते, भावसप्तमी इत्यपि अस्याः व्यवहारः अस्ति. तर्हि एतदेव अत्र सती सप्तमी प्रयोगः इति, तस्य नाम भावसप्तमी इत्यपि वक्तुं शक्नुमः. पूर्वस्मिन् उदाहरणे कालज्ञापकक्रियायाः आश्रयः अध्यापकः, अतः अध्यापकशब्दात् सप्तमी विभक्तिः. प्रविष्टे इति तु अध्यापके इत्यस्य विशेषणम् इति तथोपि सप्तमी विभक्तिः. तर्हि अत्र अध्यापकः एव कक्षायां प्रवेशक्रियायाः आश्रयः इति कृत्वा तस्य सप्तमी विभक्तिः. अत्र प्रवेशक्रिया प्रविष्टः इति अध्यापकस्य विशेषणमस्ति इति कृत्वा तस्यापि सप्तमी विभक्तिः. समीचीनमस्ति. तर्हि कालज्ञापकक्रियायाः आश्रयः अध्यापकः इति मनसि निधाय अग्रे गन्तव्यमस्ति. पूर्वस्मिन् उदाहरणे कालज्ञापकक्रियायाः आश्रय अध्यापकः, अतः तस्य सति सप्तमी रूपम् अस्तु. तदनुसृत्य अध्यापके इति सप्तमी विभक्ति यतोहि विशेषणत्वात् अस्ति. अस्तु, जगन्नाथमहोदय अग्रे. सप्तमी विभक्त्यान्तशब्दस्य प्रयोगे यदि शब्दः पुल्लिङ्गः नपुंसकलिङ्गः वा तर्हि सति इति शब्दस्य प्रयोगः, यथा अध्यापके प्रविष्टे सति, यथा च मित्रे आगते सति. यदि पुनः स्त्रीलिङ्गः तर्हि सती इति प्रयोगः, यथा गीतायां प्रविष्टायां सत्याम्. अत एवम् इयं सतीसप्तमीति वा उच्यते. एत लिङ्ग् सति सत् शब्दस्य प्रातिपदिकस्य प्रयोगमत्र भवति, लिङ्गानुसारं तस्य परिवर्तनं भवति इति. पुल्लिङ्गशब्दो वा न पुल्लिङ्गशब्दो वा भवति चेत् सति इति सप्तपदस्य सप्तमी विभक्ति भवति. यथा अध्यापके प्रविष्टे सति इति तादृशम् एव, यथा मित्रे आगते सति अपि. किन्तु यदि सत् पदस्य स्त्रीलिङ्गपदं सति इति भवति, तस्याधारेण गीतायां प्रविष्टायां सत्याम् इति विशेषरूपेण. अत्र सति सप्तमी अत्र अस् धातोः शत्रन्तरूपमस्ति सत्, अस् धातोः अस्ति इति, अस् धातोः शत्रन्तरूपमस्ति सत् प्रातिपदिकमस्ति. तत्र सन् बालकः सन् तत्र बालिका सन् इति सन्ति इति क्षमतां सति इति अस्ति, तत्र शत्रन्तरूपमस्ति तत्र वैकल्पिकरूपेण तस्य संयोजनं भवति. उदाहरणार्थम् उपरि त तने वाक्ये अध्यापके कक्ष्यां प्रविष्टे छात्राः उत्थितवन्तः. अत्र अध्यापके कक्ष्यां प्रविष्टे सति छात्राः उत्थितवन्तः. तर्हि सति संयोजयितुम् अपि शक्नुमः, नापि संयोजयितुं शक्नुमः यथेच्छं. तस्य प्रयोगः भवति. आरम्भे तस्य व्यवहारं कुर्मः चेत् तत्र अभ्यासः भवति. अग्रे अग्रे अग्रे च लिखितमस्ति. तर्हि अस्तु, लक्ष्मीभगिनी पठतु. यथा अभ्यासः वा महोदय? यथा यथा उपरि अग्रे लिखितमस्ति, अग्रे पूर्ति लिखितमस्ति. यथा काले, यथा काले संहिते सति सर्वं फलति, पुंलिङ्गे वाक्यमस्ति. याने आगते सति सर्वे अतुष्यन् नपुंसकलिङ्गे वाक्यमस्ति. समस्यायाम् उपस्थितायां सत्याम् अस्माभिः धैर्यं नैव त्यक्तव्यं, स्त्रीलिङ्गे. द्विवचने बहुवचने चापि तस्य प्रयोगः भवति. वाक्येषु सति सप्तमी विभक्तेः प्रयोगार्थं अस्तु अस्तु. अस्य भवती यत् पठितवती तस्य अर्थः कथं व्यवहारः जातः? काले सन्निहिते सति सर्वं फलति, अस्य अर्थः कः? अत्र अहं चिन्तयामि अत्र वाक्यद्वयमस्ति, कालः सन्निहितः सर्वं फलति इति वाक्यद्वयं योजयितुमिच्छामश्चेत् तत्र यदा यदा कालः सन्निहितः तदा सर्वं फलति इत्यपि यदा तदा उपयुज्य अपि वक्तुं शक्नुमः. अत्र कालः इति शब्दस्य सप्तमीरूपं काले, सन्निहितः क्तान्तरूपमस्ति, तदपि विशेषणत्वेन सप्तमी विभक्तौ अस्ति. अपि च सति इति रूपमपि सप्तमी विभक्तौ एव अस्ति. इत्युक्ते अत्र कालः सन्निहितः पुंलिङ्गप्रधान पदद्वयं द्वयम् अत्र अत्र तत्र क्रियायाः आशयः कालः, यतो हि अकर्मक क्रिया अस्ति, अकर्मकक्रिया अस्ति सन्निहितः इति कृत्वा अत्र कालः इति कर्ता अस्ति. अतः कालस्य सप्तमी विभक्त्यन्तमस्ति यदा तदा इति अस्य स्थाने यदा अत्र काले इति उच्यते. अपि च अत्र यथा मया उक्तं बालकः सन्, बालकः सन् पठनानन्तरं बहिः गत्वा क्रियति, बालकः सन्. सन् इति तस्य सप्तमी अन्तं रूपमस्ति, सति तावदेव अस्ति. विकल्पेन संयोजयितुं शक्नुमः. तत्र काले सन्निहिते सति सर्वं फलति. अस्तु, द्वितीयवाक्यं. याने आगते सति सर्वे अतुष्यन्. अत्र नपुंसकलिङ्गपदमस्ति, प्रथमाविभक्तौ यानम् आगतम् इति वाक्यम्, अपि च सर्वे अतुष्यन् अत्र द्वितीयं वाक्यम्. अत्र याने आगते सति इत्युक्ते यदा यानम् आगतम्, अत्र आगतम् इति पदं यानशब्दस्य विशेषणं, क्तान्तरूपं नपुंसकलिङ्गे अस्ति. सति यदि यदा यानम् आगतं तदा सर्वे सन्तुष्टाः इति. अपि च अत्र कालः पुल्लिङ्गशब्दः, अतः सत् इति पुल्लिङ्गे अस्ति, तस्य सप्तमीव्यक्त्यन्तरूपम् अस्ति सति. ज्ञानमिति नपुंसकलिङ्गशब्दः, अतः सत् इत्यस्य नपुंसकलिङ्गरूपमस्ति सप्तमीव्यक्त्यन्तं सति, नाम रूपं तदेव अस्ति, किन्तु भिन्न वस्तुतः तत्र लिङ्गं भिन्नम् अस्ति. सति पुल्लिङ्गे, सति नपुंसकलिङ्गे. किन्तु स्त्रियां वदतु. समस्यायाम् उपस्थितायां सत्यां अस्माभिः धैर्यं नैव त्यक्तव्यम् इत्युक्ते अत्र पदमवाक्यमस्ति प्रथमाविभक्तौ समस्या उपस्थिता. अत्र सति शब्दस्य स्त्रीलिङ्गरूपं सप्तमी विभक्तौ सत्याम् इति भवति. सत्याम् इति अस्ति समस्यायाम् उपस्थितायाम्. अत्र उपस्थितः इति अकर्मकः इति कृत्वा क्रियापद कर्तृपदमस्ति समस्या, अतः तस्य सप्तमी व्यक्त्यन्तर्भूतम् अस्ति. समस्यायाम् उपस्थितायां सत्यां यदा समस्या उपस्थिता. अस्तु, समीचीनमस्ति. तर्हि इतः अग्रे सरला भगिनी पठतु कृपया. द्विवचने बहुवचने च अपि तस्य प्रयोगः भवति. वाक्येषु सति सप्तमी विभक्ते प्रयोगार्थं कृतप्रत्यान्तस्य सप्तमी विभक्तिरूपाणि स्मरत. कृतप्रत्यान्तस्य आगतशब्दस्य सप्तमी विभक्तिरूपाणि आगते, आगतयोः, आगतेषु कुलुङ्गे, नपुंसकलिङ्गे, भवति भवति यथा राम अस्तु, समीचीनमस्ति. अस्तु तर्हि अग्रे सुब्रह्मण्यं तत्र अग्रे पठतु कृपया. जानीता. आं महोदय. जानीता, ज्ञापकक्रियायाः आश्रयः कर्ता कर्म वा भवति. आदौ तादृशम् एकम् अभ्यासं कुरुत यत्र ज्ञापकक्रियायाः आश्रयः कर्ता अस्ति. इदानीमत्र विषयः अस्ति ज्ञापकक्रियायाः आश्रयः. अस्तु, तर्हि अग्रे गच्छेम. सम्यक् अस्ति. इदानीं सुब्रह्मण्यं वदति वा. अत्र इदानीं ज्ञापकक्रियायाः आश्रयः कर्ता कर्म वा भवति इति. इदानीम् अत्र ज्ञापकक्रियायाः आश्रयः कः भवितुमर्हति इत्युक्ते कुत्रचित् कर्ता भवति, कुत्रचित् कर्म भवति इति. इदानीमत्र यथोदाहरणम् एतेषु वाक्येषु ज्ञापकक्रियाया क्रिया का इति, तस्याः आश्रयभूतः कर्ता कः इति च लिखत. यथोदाहरणं वाक्यमस्ति, अध्यापके उपविष्टे छात्राः उपविष्टवन्तः. अत्र ज्ञापकक्रियायाः आश्रयः अध्यापकः, अपि च ज्ञापकक्रिया अस्ति अध्यापकस्य उपवेशनम्. इदानीं वयं दृष्टवन्तः अत्र यत्र सतीसप्तमी इत्यस्य प्रयोगः भवति अत्र पुनः महोदय प्रतिध्वनिः अस्ति. आं महोदय, मम वाक्यम् अहमेव शृणोमि. अहं यदा वदामि तदानीमपि अस्ति वा? न, भवान् यदा वदति तदा प्रतिध्वनिः नास्ति महोदय. किं करवाणि? अस्तु अस्तु महोदय, वदतु, अहं स्वस्य तत्र म्यूट् करोमि, अथवा दूरवाण्या अपि तत्र फोन् द्वारा अपि. एकनिमिषः, किं स्वस्य म्यूट् कथम् आसीत्? स्वस्य म्यूट् अत्र म्यूट् इति अस्ति महोदय, मैक्रोफोन् चिह्नं यः अस्ति. अस्तु, अहं म्यूट् कृतवान्, भवान् वदतु, सम्यक् भवति न वदति? अस्तु महोदय, अत्र अध्यापके उपविष्टे छात्राः उपविष्टवन्तः इत्यस्मिन् वाक्ये अत्र ज्ञापकक्रिया अस्ति उपवेशनं, तस्याः आश्रयः अस्ति अध्यापकः. पुष्पेषु विकसितेषु भ्रमराः आगताः, तस्मिन् वाक्ये अत्र ज्ञापकक्रिया अस्ति विकसनम् इति ज्ञापकक्रिया अस्ति, अत्र क्रियायाः आश्रयः अस्ति पुष्पाः. अपि च अत्र पुष्पाणि, क्षम्यतां महोदय, पुष्पाणि, अत्र पुष्पाणि इति अत्र अत्र कर्तृपदमस्ति. अत्र इदानीम् अत्र अस्मिन् उदाहरणे अत्र ज्ञापकक्रियायाः आश्रयः कर्ता अस्ति अत्र पुष्पाणि. अत्र वार्ता का अस्ति चेत् कृतान्तरूपेषु तत्र तत्र धातुः अकर्मकः भवितुमर्हति, अकर्मकः वा भवितुमर्हति. तर्हि अत्र अस्माकं यथा आदौ तादृशम् एकम् अभ्यासं कुरुतः यत्र ज्ञापकक्रियायाः आशयः कर्ता अस्ति, तर्हि कुत्र भवति तथा? कुत्र ज्ञापकक्रियायाः आशयः कर्ता अस्ति इति चेत् कृतान्तरूपं यत्र धातुः अकर्मकः अथवा गत्यार्थकः, तत्र ज्ञापकक्रियायाः आशयः कर्ता. तर्हि अत्र अध्यापके उपविष्टे छात्राः उपविष्टवन्तः, अत्र विष्टात् तत्र उपविश् इति अकर्मकः धातुः अस्ति, विष्टातुः उपविशति, उपविशति इति तत्र अकर्मकः अस्ति इति कृत्वा तत्र क्रियायाः आशयः अध्यापकः नाम कर्तृपदम् एव. तदर्थं कर्तृपदस्य सप्तमविभक्त्यन्तं रूपमस्ति. अध्यापकस्य उपवेशनम् इति कृत्वा क्रियायाः आशयः अध्यापकः, अतः अध्यापके उपविष्टे इति. अत्र नाम एतत् तत्त्वं मनसि स्पष्टम् अस्ति चेत् तत्र अस्माकं भ्रमः न कदापि भवति सति सप्तमी रूपे. यः क्रियायाः आशयः अस्ति तस्य सप्तमीविभक्तिः भवति. तर्हि अत्र अध्यापके उपविष्टे, यतोहि विष्टातु अत्र अकर्मकः, पुष्पेषु विकसितेषु इति स्थितौ अत्र अत्रापि तथा अकर्मकधातुः अस्ति इति कृत्वा पुष्पेषु अत्र तत्र ज्ञापकक्रियायाः आशयः पुष्पाणि. समीचीनमस्ति. तर्हि अग्रे शुकुवनम तत्र अग्रे वदतु कृपया. इदानीमपि प्रतिध्वनिः अस्ति वा? इदानीं नास्ति महोदय. अत्र पुष्पाणां विकसनं, पुष्पाणां विकसनं, किन्तु अत्र सत् सत् नाम अत्र यदा तदा इति अर्थः अस्ति. यत्र यदा तदा इति पुष्पाणां विकसनम् इति समीचीनं, किन्तु अत्र पुष्पेषु विकसितेषु इत्युक्ते यदा पुष्पाणि विकसितानि भ्रमराः आगताः. यदा पुष्पाणि विकसितानि जातानि तदा भ्रमराः आगताः. यदा तदा इत्यस्मिन् अर्थे अत्र पुष्पेषु विकसितेषु सत्सु, पुष्पेषु विकसितेषु सत्सु अध्यापके उपविष्टे सति इति तादृशम् अपि वक्तुं शक्नुमः. तर्हि शुकुवनम तत्र अग्रे. हा महोदय. भोजने समाप्ते पिता कार्यालयं गतवान्. अत्र ज्ञापकक्रिया भवति भोजनस्य समापनम्. क्रियायाः आश्रयः भवति भोजनस्य समापनम् इति ज्ञापकक्रिया. क्रियायाः आश्रयः इदानीं समापनम् इति अकर्मकधातुः वा सकर्मकधातुः वा इति चिन्तनीयं. किं समापितम् अत्र? अत्र अकर्मकः. अकर्मकः इति वा? इति चेत् तत्र क्रियायाः आश्रयः भोजनं. भोजनं भोजनमेव किन्तु पिता एव भुज्यते किल. अत्र किं समाप्तं? भोजनं समाप्तं. भोजनं समाप्तं सत्यं. भोजनः भोजनस्य समापनम् इति ज्ञापकक्रिया. क्रियायाः आश्रयः तु भोजनं भवति. भोजने समाप्ते सति अत्र कार्यालयम् अत्र पश्यतु. निच् निजन्तप्रयोगे यदि स्यात् समापयतु. समापयतु अत्र समापयतु समापिते इति यदा द्रष्टव्यमस्ति. यत् निजन्तः अस्ति चेत् भोजने भोजनं समाप्तम् इति अकर्मकः अस्ति. किन्तु निर्जन्तः अस्ति तत्र सकर्मकः भवति इति तत्र ब्रह्मः न स्यात्. अत्र कर्मकः अस्ति. भोजनं समाप्तम् अस्तु महोदय. अतः भोजनस्य समाप्तमेव ज्ञापकक्रिया भवति. भोजनं क्रियायाः आश्रयः भवति. भोजने समाप्ते सति पिता कार्यालयं गतवान्. आम् भोजने समाप्ते सति भोजने समाप्ते सति पिता कार्यालयं गतवान्. अस्तु समीचीनमस्ति. अत्र सति इति नपुंसकलिङ्गप्रयोगः. भोजनम् इति नपुंसकलिङ्गं सत्यं सत्यं. विद्याभगिनी अग्रे. तर्हि अत्र आप् इति धातुः सकर्मकः अस्ति, तथापि अस्मिन् सन्दर्भे अत्र अकर्मकप्रयोगः इति वा? सम् उपसर्गपूर्वकः आप् धातुः अकर्मकः. तत्र उपसर्गः अपि द्रष्टव्यः अस्ति. अस्तु अस्तु अस्तु. समाप्तः अत्र समाप्त अत्र आप् धातुः सकर्मकः अस्ति चेदपि यथा विश् धातुः उपविशति किन्तु प्रविशति प्रविशति इति सकर्मकः अस्ति. उपविशति इति अकर्मकः. तत् उपसर्गः द्रष्टव्यः अस्ति. अस्तु महोदय. हा सम्यक् अस्ति प्रश्नः. अस्तु. द्रव्ये नष्टे धनिकः दुःखी दुःखी अभवत्. अत्र द्रव्यं नष्टम् इति वाक्यं. धनिकः दुःखी अभवत्. तर्हि अत्र ज्ञापकक्रिया अस्ति द्रव्यस्य नाशनम्, अपि च क्रियायाः आश्रयः द्रव्यं. तर्हि द्रव्यस्य सप्तमी विभक्तिः. नष्टः इति विशेषणं, तस्यापि सप्तमी विभक्तिः. द्रव्ये नष्टे धनिकः दुःखी अभवत्. हा अकर्मकः अस्ति इति कृत्वा द्रव्ये नष्टे. सत्यं. हा अस्तु समीचीनमस्ति. अग्रे पद्मा भगिनी करोति अग्रे वा? Uh, आं महोदय. पितरि कार्यालयं गते माता भोजनं कृतवती. अत्र ज्ञापकक्रिया पितृस्य गमनं कार्यालयं गमनं आश्रयं पित्रे अस्ति पित्रः क्रियायाः आश्रयं पुनः क्षम्यतां भगिनि पुनः वदतु. पितरि कार्यालयं गते माता भोजनं कृतवती. पितरस्य गमने माता भोजनं कृतवती. ज्ञापकक्रिया पितरस्य गमनं पितुः गमनं पितुः गमनं पितुः गमनं क्रियायाः पितुः अस्ति क्रियाशयः पिता पिता. अत्र अत्र अस्माभिः किमुक्तं तत्र अत्र मूलसिद्धान्तः अस्ति यत् अत्र सर्वत्र एतावता क्तान्तप्रयोगः किन्तु कर्तरिप्रयोगे अस्ति न तु कर्मणि. कर्तरि यत्र कर्तरिप्रयोगे अस्ति तत्र क्तान्तप्रयोगस्य क्रियायाः आशयः अस्ति कर्ता. कर्मणि प्रयोग क्तान्तरूपं कुत्र कर्तरि कुत्र कर्मणि इति वयं ज्ञातवन्तः पूर्वतने पाठे. अत्र धातुः अकर्मकः अथवा गत्यार्थकः चेत् क्तान्तरूपं तत्र कर्तृार्थकमस्ति कर्तरिप्रयोगे भवति कर्तरिप्रयोगः. कर्तरिप्रयोगः इत्युक्ते तत्र क्रियायाः तत्र सङ्केतः अस्ति कर्तरि कर्तरि अस्ति न तु कर्मणि इति. अस्तु समीचीनमस्ति. तर्हि पितरि गते अत्र धातुः सकर्मकः अस्ति चेत् कर्तरिप्रयोगे अस्ति. धातुः सकर्मकः अस्ति चेत् कर्तरिप्रयोगे अस्ति अत्र यतोहि गत्यार्थकधातुः अस्ति. कर्तरिप्रयोगः अत्र सर्वत्र अस्ति. धातुः अकर्मकः अथवा सकर्मकः किन्तु गत्यार्थकः इति चेत् क्तान्तरूपं कर्तर्यार्थे अस्ति कर्तरिप्रयोगे अस्ति इति कृत्वा पितरि नाम पिता. यदा पिता कार्यालयं गतः यदा पिता कार्यालयं गतः तदा माता भोजनं कृतवती इत्यस्मिन् अर्थे यदा पिता कार्यालयं गतः अत्र पितरि कार्यालयं गते सति इति अस्ति. अस्तु अग्रिमवाक्यमस्ति. तर्हि अत्र पुष्पा भगिनी वदतु. महोदय अग्रजायां गृहम् आगतायां सर्वे सन्तुष्टाः. अत्र आगमनं अग्रजायस्य गमनम् अग्रजायाः आगमनं ज्ञापकक्रिया अस्ति. क्रियायाः आशयः अग्रजा. क्रियायाः आशयः अग्रजा किमर्थम्? तत् अग्रजा आगतवती तथैव सर्वे सन्तुष्टाः सन्ति. यतोहि अत्र प्रयोगः कर्तरिप्रयोगः तदर्थं कर्तरिप्रयोगः इति कृत्वा कर्ता एव क्रियायाः आशयः. कर्मणि प्रयोगः अस्ति चेत् कर्मफलमेव क्रियायाः आशयः. कर्मणि प्रयोगे तर्हि वस्तुतः तत्र सतिसप्तमी तथा उभयत्र भवितुमर्हति. गत्यार्थकधातुः अस्ति चेत् अग्रे द्रक्ष्यामः. अग्रजायां गृहम् आगतायां सति सर्वे सन्तुष्टाः. सत्यं हा, तत् सत्यमस्ति अत्र कर्तरीप्रयोगे. अत्र स्त्रीलिङ्ग उपयुज्यमानः अग्रजायाम् आगतायां सत्यां सत्यां सत्यां सर्वे. अस्तु राजी भगिनी अग्रिमं. महोदय क्षम्यताम्, अत्र प्रश्नः अस्ति. इदानीम् अत्र आगतायाम् इति उपसर्गपूर्वकः अस्ति, तथापि अत्र अत्र सकर्मकः एव खलु, अतः एव अत्र कर्मपदमस्ति. तर्हि अत्र उपसर्गपूर्वकः अस्ति चेत् सर्वत्र अकर्मकः इति. उपसर्गः अस्ति न वा इति दृष्ट्वा निर्धारयितुं न शक्नुमः. तत्र उपसर्गः अस्ति चेत् तत्र अर्थः कः? उपविशति प्रविशति, उभयत्र उपसर्गः अस्ति. न भवती, मया अवगतं वा, भवत्याः टिप्पणी का? टिप्पणी नास्ति, अहं प्रश्नः अस्ति तावदेव. प्रश्नः कः नाम? उपसर्गः अस्ति चेदपि तत् उपसर्गः अस्ति चेदपि सकर्मकः अपि भवितुमर्हति, अकर्मकः अपि भवितुमर्हति. अर्थं सन्दर्भानुसारम् एव इति खलु? सन्दर्भानुसारं हा, अथवा उपसर्गमनुसारं. प्राविशति सकर्मकः, उपविशति अकर्मकः. अस्तु महोदय. हा अस्तु, समीचीनमस्ति. तर्हि अत्र सर्वत्र अस्माभिः किम् अवगन्तव्यमस्ति? अत्र सर्वत्र क्तान्तप्रयोगः कर्तरिप्रयोगे अस्ति, कर्तरिप्रयोगे अस्ति. अन्यानि उदाहरणानि सन्ति अग्रे. राजी भगिनी. यथोदाहरणं वाक्यद्वयम् एकस्मिन् वाक्ये लिखत. यथा शिक्षकः आगतः, छात्राः तूष्णीम् अभवन्. शिक्षके आगते सति, छात्राः तूष्णीम् अभवन्. सति सप्तमी. शिक्षके आगते, यदि शिक्षकः आगतः तर्हि एव छात्राः तूष्णीम् अभवन्. अतः शिक्षकस्य आगमनं ज्ञापकक्रिया, शिक्षकः क्रियायाः आश्रयः. हा समीचीनमस्ति. प्रातःकालः जातः, माता उत्थितवती. प्रातःकाले जाते सति, माता उत्थितवती. अस्मिन् वाक्ये प्रातःकालस्य जागरणम् अथवा गमनं, प्रातःकालस्य जागरणं ज्ञापकक्रिया. जागरणमिति न, प्रातःकालस्य जायते गमनं. न गमनं न, ल्युडान्तरूपं किम्? निजन्तरूपं ल्यूट्. ल्यूट् ल्यूट् ल्यूट् शिकुवनम तत् वदतु. जननं जन्दातु, जननं. प्रातःकालस्य जननं ज्ञापकक्रिया, प्रातःकालः क्रियायाः आश्रयः. प्रातःकाले सति सप्तमी. यदि प्रातःकालः जातः, यदा प्रातःकालः जातः तदा माता उत्थितवती. अतः प्रातःकाले जाते सति, माता उत्थितवती. अस्तु समीचीनमस्ति. राजेन्द्रमहोदय. आं महोदय, भोजनं समाप्तम्, पिता कार्यालयं गतवान्. तत्तु महोदय उपरि भोजनं समाप्तं पिता कार्यालयं गतवान्. उपरि यथा द्वितीयवाक्यमस्ति तथैव अत्र अस्ति, एवमस्ति. भोजने समाप्ते सति पिता कार्यालयं गतवान्. अपि च यदा भोजनं समाप्तं तदा पिता कार्यालयं गतवान्. तत्र भोजने समाप्ते अत्र ज्ञापकक्रिया अस्ति, भोजनस्य समापनं ज्ञापकक्रिया अस्ति, तथा क्रियायाः आश्रयः भोजनमस्ति, भोजनमस्ति, नपुंसकलिङ्गमस्ति, भोजने समाप्ते सति पिता कार्यालयं गतवान्. बहु सम्यक् अस्ति. इदानीं नाम दश उदाहरणानि सन्ति अग्रे, तत्र परिसमाप्य यत्र धातुसकर्मकः प्रयोगः कर्मणि प्रयोगः अस्ति इति कृत्वा किञ्चित् शीघ्रं कुर्मः. बहु सम्यक् अस्ति महोदय. अग्रे सरला भगिनी वदतु. स्नेहिताः गताः, अत्र सर्वं समानमस्ति. गताः अत्र तत्र सकर्मकः चेदपि अत्र कर्तृप्रयोगे अस्ति इति कृत्वा क्रियायाः आश्रयः कर्तृपदमस्ति. तर्हि किमस्ति? स्नेहिताः गताः. स्निहतायां गतायां सत्याम् अहं भोजनं कृतवान्. अत्र लिङ्ग अत्र वचनं किं वचनं बहुवचनमस्ति. स्नेहतायासु गतायासु न स्नेहिताः तस्य सप्तमीविभक्ति बहुवचनान्तरूपं किम्? स्नेहिताः गताः स्त्रीलिङ्ग भवति स्नेहिताः. अत्र पुल्लिङ्गे अपि भवतु, मराठी स्त्रीलिङ्गे अपि भवतु, यत्किमपि भवतु नाम, किन्तु सप्तमी बहुवचने. स्नेहतासु गतासु सत्तासु स्नेहतासु गतासु सत्तासु अहं भोजनं सतासु इति नास्ति सतीषु सतीषु अस्तु सत्सु सत्सु सत्सु सत्सु हा सत्सु भवतु. स्त्रीलिङ्गे अपि हा क्षम्यताम् तत्र न सत्सु इति स्त्रीलिङ्गे बहुवचने वा? सत्सु पुल्लिङ्गे बहुवचने महोदय. सतीषु इति स्त्रीलिङ्गे बहुवचने. स्त्रीलिङ्गे तदेव वदामि, सतीषु इति उक्तवान् अहं. सतीषु इति सत्सु नास्ति, भगिनी उक्तवती स्त्रीलिङ्गे सतीषु. तर्हि स्नेहितासु हा अत्र स्नेहिताः स्त्रीलिङ्गे अपि मन्तुं शक्नुमः, तत्र न कापि हानिः अस्ति. स्नेहिताः गताः अहं भोजनं कृतवान्, तर्हि स्त्रीलिङ्गे अस्ति चेत् स्नेहितासु गतासु सतीषु अहं भोजनं कृतवान्. इदानीं पुल्लिङ्गे अस्ति चेत् वदति वदतु. पुल्लिङ्गे अस्ति सो स्नेहितेषु गतेषु सत्सु कवि सत्य सत्सु सत्सु अहं सत्सु अहं भोजनं कृतवान्. सती सत् सती अत्र सतीषु सत्सु. अस्तु समीचीनमस्ति. तर्हि विद्या भगिनी अग्रे. महोदय स्नेहिति इति प्रथमा विभक्ति भवितुम् अर्हति वा स्त्रीलिङ्गे? स्नेहितः पुल्लिङ्ग पुल्लिङ्ग पुल्लिङ्ग प्रथमा भवति, स्त्रीलिङ्गे स्नेहिति इति भवती किं वचनं का विभक्तिः इति इच्छति? स्त्रीलिङ्गे प्रथमा विभक्तिः किं भवति? स्नेहिता स्नेहिता अस्तु. स्त्रीलिङ्गे पुल्लिङ्गे स्नेहितः स्नेहितः स्नेहिता अस्तु महोदय. अस्तु मैत्रिणी नाम अस्ति स्नेहिता. अस्तु अग्रे विद्याभगिनी अग्रे. सख्यौ आगते अनुजा क्रीडितुं गतवती. अत्र द्विवचने अस्ति, सप्तमी द्विवचने सखी शब्दस्य. सख्योः आगतयोः सख्योः इति नास्ति, नदी शब्दयो नदी शब्दवत् नद्यौ नद्योः खलु न एकनाम सख्यौ इति सख्यां द्विवचने सख्योः नास्ति वा? सख्योः सख्योः हा अस्तु हा सखी सख्योः हा समीचीनमेव हा क्षम्यतां वदतु. सख्योः आगतयोः सत्योः अनुजा क्रीडितुं गतवती. अस्तु सखी अस्ति खलु नदी अस्तु सख्योः आगतयोः समीचीनमस्ति अग्रे गच्छेम इदानीं लक्ष्मीभगे अग्रे परीक्षा सन्निहिता छात्राः पठने निरताः अभवन् अत्र क्रियायाः आश्रयः परीक्षा परीक्षायाः निहितः तस्य ल्युटन्तं रूपं चिन्तयामि महोदय ल्युटन्तम् अस्तु किं तत्र ज्ञापक्रिया किम् अस्तु अस्तु नास्ति चिन्ता अग्रे अग्रे अस्य समयः नास्ति इदानीं ल्युटन्तरूपं किम् अत्र रूपं किं सतिसप्तमी इति भवतु अत्र परीक्षायां सन्निहितायां सत्यां छात्राः पठने निरताः अभवन् अत्र स्त्रीलिङ्गरूपमस्ति परीक्षा अतः सन्निहितायाम् अपि च सत्यां स्त्रीलिङ्गे एकवचने सप्तमी हा बहु समीचीनमस्ति बालसुब्रह्मण्यं वदतु रगे माता अस्वस्था जाता पिता पाकम् अकरोत् माता अवस्था जाता जाता सो मातुः जननम् इति ज्ञापकक्रिया माता इति न एतत् सर्वं तत्र वाक्यं वदतु मातया अस्वस्थया न न अत्र माता इति सप्तमी मातु मातरि मातृशब्द मातरि क्षम्यता मातरि अवस्थायां मातरि मातरि अवस्थायां अस्वस्था क्षम्यं मातरि अस्वस्थायां सत्यां किन्तु जाता सत्यां जातः जातायां श्रीलिङ्ग हा मातरि अस्वस्थायां जातायां सत्यां सत्यां पिता पाकम् अकरोत् हा बहु सम्यक् अस्ति अग्रे राजीवनी अग्रे अवसरः प्राप्तः सखी मह्यं दूरभाषां कृतवती अवसरे प्राप्ते सति सखी मह्यं दूरभाषां कृतवती अस्तु वस्तुतः अत्र अयम् इदं वाक्यम् अत्र न स्यात् अत्र अवसरः इति कर्मपदं न तु क्रियापदं न तु कर्तृपदम् अत्र यत्र कर्मणि प्रयोगः कर्तरि तान्त्रप्रयोगः अस्ति तत्र तत्र उदाहरणानि दत्तानि सन्ति अत्र अत्र कर्मणि अस्ति सखी तत्र अस्माभिः अवसरे प्राप्ते सति तत्र पठनम् आरब्धवान् अवसरः क्रियाः आशयः अवसरः इति कर्मपदं न तु क्रियापदं न तु कर्तृपदम् अत्र किन्तु वाक्यं वाक्यं सत्यमेव अग्रे सहदेव महोदय अग्रे करोति वा द्रव्यं नष्टं महोदय क्षम्यताम् अत्र प्राप्तः इति अकर्मकः नास्ति वा नास्ति कर्मकः एव अस्तु अस्माभिः धनं प्राप्तं धनमिति कर्मपदं तर्हि अत्र प्र इति अस्ति चेत् अत्र आदिकर्मणि इति नास्ति वा आदिकर्मणि इति साधारणप्रयोगः नास्ति अत्र अत्र स कर्मकः अस्ति भगिनि अस्तु अस्तु तादृशप्रयोगः साधारणतया बुद्धम् अत्र आदौ इति तादृश अर्थः प्रायः न स्यात्, साधारण अर्थः अस्ति. सम्यक् अस्ति किन्तु अग्रे सदैव महोदय वदति वा? क्षम्यता महोदय, अत्र अवसरे प्राप्ते इति कर्म कर्मपदम् इति यद्भवता उक्तं सत्यम्. इदानीं क्रियायाः आश्रयः किं भवति अस्मिन्? आश्रयः अस्ति अवसरः, कर्मपदं किन्तु अत्र यत्र कर्मणि प्रयोगः अस्ति तत्र क्रियायाः आशयः कर्मपदमस्ति, न तु कर्तृपदम्. अत्र अवसरः कर्मपदमस्ति न तु कर्तृपदम्. सत्यं, किं प्राप्तम् इत्युक्ते अवसरः एव प्राप्तम्. अस्तु समीचीनमस्ति. अग्रे सहदेव महोदय वदति वा? आं महोदय, द्रव्यं नष्टं धनिकः दुःखी अभवत्. द्रव्ये नष्टे सति. बहु समीचीनं. धनिकः दुःखी अभवत्. वा बहु सम्यक् अस्ति, तथैव अस्ति. अग्रे शिखुवनमन्त्रे. वृक्षः पतितः वाहनानि स्थगितानि. वृक्षे पतिते सति वाहनानि स्थगितानि. समीचीनमस्ति. अग्रे मेहुनमहोदय अग्रे. आं महोदय, श्रीरामः वनं गतः दशरथः प्राणान् त्यक्तवान्. श्रीरामे वने गते सति दशरथः प्राणान् त्यक्तवान्. अत्र कृतान्तप्रयोगः सर्वत्र अस्ति, अपि च कर्तृप्रयोगे, यतोहि धातुः अकर्मकः अथवा सकर्मकः किन्तु गत्यार्थकः इति सर्वत्र तथा आसीत् एतावता. इदानीं यत्र कृतान्तरूपं कर्मणि प्रयोगे अस्ति, सकर्मकधातुः, तत्र अस्माभिः दृष्टव्यमस्ति. इदानीं जगन्नाथमहोदय पठतु. इदानीं महोदय क्षम्यतां, तत्र श्रीरामः वनं गतः, तत्र श्रीरामे वने गते दशरथः प्राणान् त्यक्तवान् इति साधुः. वने इति न, श्रीरामे वनं गते. ओ, श्रीरामे वनं गते. नो चेत् श्रीरामेण वने गते इति अपि वक्तुं शक्यते वा? न, तत्र अत्र गत्यार्थकधातुः अस्ति इति कृत्वा अत्र कर्तृप्रयोगः इति अभ्यासः प्रवर्तमानः अस्ति. श्रीरामे वनं गते इति अस्ति. इदानीम् अग्रे अस्माकं कर्मणि प्रयोगः यत्र अस्ति तथा यत्र गत्यार्थकधातु अस्ति तत्र उभयथा कर्तुं शक्नुमः. तर्हि श्रीरामेण इति भवितुमर्हति, अग्रे अस्य अभ्यासः प्रवर्तमानमस्ति श्रीरामेण वने गते. तत्र वने गते इति भवति किल, न तु वनं गते इति. श्रीरामेण वने गते, यत्र क्रिया आशयः कर्मपदमस्ति. सम्यक् अस्ति. अग्रे इदानीं करिष्यामः. जगन्नाथमहोदय. इदानीं यत्र ज्ञापकक्रियायाः आश्रयः कर्म अस्ति तादृशानि उदाहरणानि पश्यत. शिक्षकेन श्लोके पठिते सति छात्राः तस्य अर्थं लिखितवन्तः. यदा शिक्षकेण श्लोकः पठितः तदा छात्राः तस्य अर्थं लिखितवन्तः इत्यर्थः. अत्र द्वे क्रिये स्तः, के ते क्रिये? पठनक्रिया, लेखनक्रिया च. शिक्षकस्य पाठनज्ञापकक्रिया, छात्राणां लेखनं ज्ञाप्यक्रिया. एवञ्च अत्र कालविषये तयोः क्रिययोः ज्ञाप्यज्ञापकभावः अस्ति. तत्र ज्ञापकक्रियायाः आश्रयः श्लोकः. अतः श्लोकशब्दात् सप्तमी विभक्तिः. पठिते इत्यत्र तु श्लोके शब्दस्य विशेषणत्वात् सप्तमी. अस्तु समीचीनमस्ति. बुद्धं एतत् सर्वं इदानीं कर्मपदमेव क्रियायाः आशयः इति कृत्वा तत्र एव विशेषणविशेषभावः अस्ति. इदानीम् अग्रे उदाहरणानि सन्ति, पश्येम. इदानीं पुष्पा भगिनी शिवमेव पठतु. अध्यापकेन प्रश्ने कृते अध्यापकेन प्रश्ने कृते छात्रा उत्तरम् उक्तवती. क्रियायाः आशयः प्रश्नः. प्रश्नः कर्मपदमस्ति. अस्तु, प्रथमं करोतु. भिक्षुकेन अन्ने प्राप्ते भोजनं कृतं. प्रापणं प्रश्नः अन्नम् क्रियाशयः कर्मपदं तत्तु अन्नम् अस्ति, न तु शिक्षकः. अस्तु, समीचीनमस्ति. इदानीं राजेन्द्रमहोदय अग्रे. आम् महोदय. मधुरे गीते श्रुते बालकाः सन्तुष्टाः. अत्र मधुरे गीते अत्र क्रिया आश्रयः मधुरः अस्ति. मधुरे मधुरे अत्र क्रिया आश्रयः. गीतमिति कर्मपदं तत्तु वदतु. मधुरे गीते श्रुते अत्र ज्ञापकक्रियायाः ज्ञापक्रिया तु श्रवणं श्रवणम् अस्ति. श्रवणं ज्ञापक्रिया सन्तुष्टः अस्ति. क्रियायाः आशयः गीतम्. अतः अत्र बालकैः मधुरे गीते श्रुते तैः ते सन्तुष्टाः इति वाक्यमस्ति. अत्र बालकैः इति कर्तपदमस्ति. ते तु श्रुतवन्तः, किन्तु तत्र क्रियाश्रयः अस्ति गीतमिति कर्मपदमस्ति. अस्तु, सरला भगिनी अग्रे. मात्रा कथायां श्रावितायाः पुत्री सुप्ता. अत्र कथा कर्मपदमस्ति. कथा कर्मपदमस्ति. श्रावितं श्रावणम् इति श्रावणं ज्ञापकक्रिया अस्ति कर्मपदे. बहु समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. मया पुस्तके पठिते विषयः ज्ञातः. अत्र पठनमेव अत्र ज्ञापकक्रिया. अत्र क्रियाश्रयः अत्र पुस्तकम् इति कर्मपदमेव क्रियाश्रयः. समीचीनमस्ति. अस्ति, समीचीनमस्ति. तर्हि अग्रे लक्ष्मी भगिनी अग्रे. अग्रजया फलेषु खादितेषु माता सन्तुष्टा. अत्र ज्ञापकक्रिया अस्ति खादनम्. अपि च क्रियायाः आश्रयः फलानि भवति. अत्र कर्मपदं क्षमितम्. फलानि इति अस्ति. अस्तु, इदानीम् उदाहरणं पश्येम. भवती एव पठतु. यदा मार्जालः दृष्टः तदा यदा मार्जालः दुष्टः तदा शुनकेन भषितं. मार्जाले दुष्टे सति शुनकेन भषितम्. तर्हि अत्र वस्तुतः कर्तृपदमस्ति शुनकः, खलु? तत्र शुनकेन मार्जाले दृष्टे सति तेन भाषितम् इति वाक्यमस्ति. वस्तुतः शुनकः कर्तृपदं, कर्मपदमस्ति मार्जालः. अस्तु, इदानीं विद्यापाणि प्रथमं करोतु. विद्याभगिनी यदा यदा भीष्मस्य शङ्कनादः श्रुतः तदा अर्जुनः चिन्ताकुलः जातः. यदा भीष्मस्य शङ्कनादः श्रुतः तदा अर्जुनः चिन्ताकुलः जातः. भीष्मस्य शङ्कनादे श्रुते सति अर्जुनः चिन्ताकुलः जातः. भीष्मस्य शङ्कनादः, भीष्मस्य सर्वं समीचीनमस्ति. भीष्मस्य शङ्कनादः श्रुतः तदा अर्जुनः, अर्जुनेन वस्तुतः कर्तृपदमस्ति खलु, अर्जुनेन भीष्मस्य शङ्कनादः, अर्जुनेन भीष्मस्य शङ्कनादे शङ्कनादे श्रुते सति तेन अर्जुनेन चिन्ताकुलः जातः इति अस्ति. समीचीनमस्ति वा? अत्र अत्र अस्माकं तत्र यथा पूर्वम् अस्माभिः दृष्टं किं प्रातःकाले जातः, प्रातःकाले जाते सति तत्र कर्तृपदस्य एव सप्तमीविभक्त्यन्तं रूपमस्ति. अत्र कर्मपदस्य अत्र अग्रे सुब्रह्मण्यमहोदय वदतु कृपया. महोदय, यदा अवसरः प्राप्तः तदा सा दूरभाषां कृतवती. वयं दृष्टवन्तः इतः पूर्वमेव अवसरे प्राप्ते सति सा दूरभाषां कृतवती. कर्तृपदं किं? कर्तृपदम् अस्ति तया इति अस्ति महोदय. तया अवसरे प्राप्ते सति सा दूरभाषां कृतवती. हा, बहु समीचीनमस्ति, तदेव अस्ति. अस्तु, शुकुमनुमे. हा, यदा सखिभिः पद्यं गीतं तदा सा नृत्तवती. इदानीं तत्र सखिभिः पद्ये गीते सति तदा पद्ये गीते सति सा नृत्तवती. हा, बहु समीचीनमस्ति. कर्तृपदं किं? कर्तृपदं सखिभिः अस्ति. सखी इति कर्तृपदमस्ति. सखी, सखी इति कर्तृपदं, सख्यः इति कर्तृपदं, पद्यम् इति कर्मपदम्. हा, सख्यः, हा, पद्यमिति कर्तृ इति कर्मपदम् इति कृत्वा तस्य सप्तमी. बहु सम्यक् अस्ति. महिला महोदय अग्रे. आम्, यदा जनैः चोराः गृहीताः तदा आरक्षाः आगताः. अत्र जनैः बहुवचनम् अस्ति, अतः जनैः चोरेषु गृहीतेषु सति आरक्षाः आगताः. जनैः चोरेषु गृहीतेषु सत्सु आरक्षाः आगताः. हा, अत्र कर्तृपदं किं? जनाः. कर्तृपदं जनाः. हा, चोराः इति कर्मपदमस्ति. तर्हि अस्माभिः किम् अवगन्तव्यमस्ति, ताकप्रयोगः कर्मणि प्रयोगे अस्ति वा कर्तरिप्रयोगे अस्ति वा इति एव ज्ञातव्यमस्ति. धातुः सकर्मकः कर्मकः इति भवतु नाम, यतोहि गत्यार्थकः उभयत्र भवति. अस्माकं प्रयोगः कः, कर्तरि अस्ति वा कर्मणि प्रयोगे अस्ति वा? कर्तरिप्रयोगे अस्ति चेत् तत्र क्रियायाः आशयः भवति कर्तृपदं, तस्य सप्तमी भवति. कर्मणि प्रयोगः अस्ति चेत् कर्मपदं कर्मपदस्य तत्र सप्तमी भवति, यतो हि तस्य तत्तु क्रियाशः भवति. अस्तु, जगन्नाथमहोदयगृहे. अस्तु, यदा मात्रा यदा मात्रा पितृवचनं स्मारितं तदा अग्रजः आपणं गतवान्. अत्र कर्मणि अथवा कर्तरिप्रयोगः स्मारितम्. अत्र प्रयोगः कर्मणि अस्ति खलु, कर्मणि प्रयोगः, कर्मणि प्रयोगः. कर्तृपदं किं? कर्तृपदं किं? माता, तस्य तृतीया. मात्रा पितृवचनं पितृवचने स्मारिते सति अग्रजः आपणं गतवान्। हा बहु सम्यक् अस्ति। अत्र कमणिप्रयोगः अस्ति इति कृत्वा पितृवचनमिति कमपदम् अस्ति इति कृत्वा तस्य सप्तमीभक्ति इति अस्ति। मात्रा पितृवचने स्मारिते सति इति एव अस्ति। सर्वे इदानीं वर्गः समाप्तः अस्ति, किन्तु उभयत्र उभयथा वयं दृष्टवन्तः, तर्हि यत्र कर्तृप्रयोगे अस्ति तत्र वाक्यम् इदानीमेव पञ्चनिमेषेषु तत्र भविष्यति। सर्वे पश्यन्तु नाम यत्र वाक्यं कर्तृप्रयोगे अस्ति तत्र कथमस्ति वाक्यं, यत्र कर्मणिप्रयोगे अस्ति तत्र कथमस्ति वाक्यं। अस्य त्रीणि उदाहरणानि कर्तृ अपि च त्रीणि उदाहरणानि कर्मणि सर्वे रचयन्तु गृहपाठत्वेन। सम्यक् अस्ति, अस्तु, तर्हि धन्यवादः सर्वेषां, नमस्कारः। धन्यवादः महोदय। धन्यवादः महोदय। नमस्कारः। धन्यवादः।